चतुर्थोऽध्यायः योऽयं योगः अध्यायद्वयेन उक्तः ज्ञाननिष्ठालक्षणः ससन्न्यासः कर्मयोगोपायः यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च गीतासु च सर्वासु अयमेव योगो विवक्षितो भगवतः अतः परिसमाप्तं वेदार्थं मन्वानः तं वंशकथनेन स्तौति श्रीभगवान् श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययं विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीं इमम् अध्यायद्वयेन उक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवानहं जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय तेन योगबलेन युक्ताः समर्थाः भवन्ति ब्रह्मपरिरक्षितुं ब्रह्मक्षत्रे परिपालिते जगत्परिपालयितुम् अलम् अव्ययम् अव्ययफलत्वात् न हि अस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति स च विवस्वान् मनवे पुरः मनुः इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् एवं परं परा प्राप्तम् इमं राजस्य यो विदुः सकालेनेहमहत योगो नष्टः परन्तप एवं क्षत्रियपरम्परा प्राप्तमिमं राजस्यः राजानश्च ते ऋषयश्च राजस्यः विदुः इमं योगं स योगः कालेनेह महता दीर्घेण नष्टः विच्छिन्नसम्प्रदायः संवृत्तः हे परन्तप आत्मनः विवक्षभूताः पराः इति उच्यन्ते तान् शौर्यतेजोगवस्तिभिः भानुरिव तापयति इति परन्तपः शत्रुतापनः इत्यर्थः दुर्बलान् अजितेन्द्रियान् प्राप्य नष्टं योगम् इमम् उपलभ्य लोकं च अपुरुषार्थसम्बन्धिनं स एवायं मया तेज्य योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः भक्तः असि मे सखा च असीति रहस्यं हि यस्मादेतत् उत्तमं योगः ज्ञानम् इत्यर्थः भगवता विप्रतिषिद्धम् उक्तमिति मा भूत् कस्यचित् बुद्धिः इति परिहारार्थं चोद्यमिव कुर्वन् अर्जुन उवाच अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः कथमेतद्विजानीयं त्वमादौ प्रोक्तवानि ते अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य तत्कथम् एतद्विजानीयम् अविरुद्धार्थतया यः त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवान् असीति या वासुदेवे अनीश्वर असर्वज्ञाशङ्कामूर्खाणां तां परिहरन् श्रीभगवानुवाच यदर्थो हि अर्जुनस्य प्रश्नः श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि नत्वं वेत्थ परन्तप बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन तानि अहं वेद जाने सर्वाणि नत्वं वेत्थ न जानीषे धर्माधर्मादि प्रतिबद्धज्ञानशक्ति अहं पुनः नित्यशुद्धबुद्धिमुक्तस्वभावत्वम् अनावरणज्ञानशक्तिः इति वेद अहं हे परन्तप कथं तर्हि तव नित्येश्वरस्य धर्माधर्म अभावेऽपि जन्म इति उच्यते अजोऽपि सन्नव्ययात्म भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायम् अजोऽपि जन्मरहितोऽपि सन् तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोऽपि सन् तथा भूतानां ब्रह्मादिस्तम्भपर्यन्तानाम् ईश्वरः ईशनशीलोऽपि सन् प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिक यस्या वशे सर्वं जगत् वर्तते यया मोहितं सत् स्वम् आत्मानं वासुदेवं न जानाति तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवानिव भवामि जात इव आत्माय आत्मनः माय न परमार्थतो लोकवत् तच्च जन्म कदा किमर्थं च इत्युच्यते यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य प्राणिनाम् अभ्युदयनिश्रयसाधनस्य भवति भारत अभ्युत्थानम् उद्भवः अधर्मस्य तदा तदा आत्मानं सृजामि अहं माय किमर्थं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानां विनाशाय च दुष्कृतां पापकारिणां किञ्च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं तदर्थं सम्भवामि युगे युगे प्रतियुगं तान् जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वतः तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न एति न प्राप्नोति माम् एति आगच्छति सः मुच्यते हे अर्जुन नैष मोक्षमार्गः इदानीं प्रवृत्तः किं तर्हि पूर्वमपि वीतरागभयक्रोधाः मन्मया मामुपाश्रिताः बहवो ज्ञानतपसा पूतामद्भावमागताः वीतरागभयक्रोधाः रागश्च भयञ्च क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधः मन्मयः ब्रह्मविदः ईश्वर अभेददर्शिनः मामेव च परमेश्वरम् उपासितः केवलज्ञाननिष्ठः इत्यर्थः बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः इतरतपो निरपेक्षज्ञाननिष्ठाः इत्यस्य लिङ्गं ज्ञानतपसा इति विशेषणम् तव तर्हि रागद्वेषौ स्तः येन केभ्यश्चिदेव आत्मभावं प्रयच्छसि न सर्वेभ्यः इत्युच्यते ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं मम वर्त्मानुवर्तन्ते मनुष्याः पार्थसंवशः ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थतया मां प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृह्णामि अहम् इत्येतत् तेषां मोक्षं प्रति अनर्थित्वात् न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति अतः ये फलार्थिनः तान् फलप्रदानेन ये यथोक्तकारणस्तु अफलार्थिनः मोक्षवश्च तान् ज्ञानप्रदानेन ये ज्ञानिनः संन्यासिनः मोक्षवश्च तान् मोक्षप्रदानेन तथा आर्ताम् आर्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तां तथैव भजामि इत्यर्थः न पुनः रागद्वेषनिमित्तं मोहनिमित्तं वा कञ्चित् भजामि सर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्तमार्गम् अनुवर्तन्ते मनुष्यः यत्फलार्थतया यस्मिन् कर्मणि अधिकृतः ये प्रयतन्ते ते मनुष्याः अत्र उच्यन्ते हे पार्थ सर्वशः सर्वप्रकारैः यदि तव ईश्वरस्य रागादिदोष अभवत् सर्वप्राणिषु अनुजवृक्षायां तुल्यायां सर्वफलप्रधानसमर्थे च त्वयि सति वासुदेवः सर्वमिति ज्ञानेनैव मोक्षवः सन्तः कस्मात् त्वामेव सर्वे न प्रतिपद्यन्ते इति शृणु तत्र कारणं काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः क्षिप्रम् इमानुषे लोके सिद्धिर्भवति कर्मज काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तः यजन्ते इह अस्मिन् लोके देवतः इन्द्राग्न्याद्यः अथ योन्यां देवतामुपास्ते अन्योऽसमन्योऽस्मीति न स वेदः यथा पशु इयं स देवानाम् इति श्रुते तेषां हि भिन्नदेवता याजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान् मानुषे लोके मनुष्यलोके हि शास्त्राधिकर क्षिप्रं हि मानुषे लोके इति विशेषेण अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेषः तेषां च वर्णाश्रमादि अधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति कर्मजा कर्मणो जातः मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः न अन्येषु लोकेषु इति नियमः किं निमित्तः इति अथवा वर्णाश्रमादिप्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः इत्युक्तं कस्मात् पुनः कारणात् नियमेन तवैव वर्त्म अनुवर्तन्ते न अन्यस्य इति उच्यते चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः तस्य कर्तारमपि मां विद्यकर्तारमव्ययम्।